नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अनुवर्तते। तत्र कः विषयः प्रवर्तमानः इति चेत् अन्तरङ्गम् इति विषयः प्रवर्तमानः अस्ति। तत्र अन्तरङ्गं द्विविधम् इत्यत्र प्रथमः विधः अस्ति पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इति विषयः अस्ति। तस्मिन् विषये एकम् उदाहरणमस्ति सिव् योगः न, तस्य स्योन इति पदमस्ति, स्योन इति शब्दः। तस्य उत्पत्तिप्रक्रियायाम् अन्तरङ्गस्य विषये चर्चा जायमाना अस्ति। सिव् योगः न इति सन्दर्भे त्रीणि सूत्राणि प्रसक्तानि इति अस्माभिः चर्चितमासीत्। लोपोव्योर्वलि, छ्वोः षूडनुनासिके च, अनन्तरम् उगन्तलघुपदस्य च। सिव्योगः न, न इति प्रत्ययः आर्धधातुकः, अतः उगन्तलघुपदस्य च इत्यस्य कार्यमस्ति इति स्पष्टतया ज्ञायते, अस्माकं परिचितमस्ति सूत्रम्। लोपो व्योर्वलि इति नूतनं सूत्रमस्ति, लोपो लोपो व्योः वलि, वलि परे व्योः लोपः, वकारयकारयोः लोपः। सिव्योगः न इत्यत्र सिव् इत्यत्र वकारः अस्ति, अनन्तरं न इत्यत्र वलि, वल् प्रत्याहारस्य वर्णः, अतः लोपो व्योर्वलि इति इत्यस्य प्रसक्तिः अस्ति। अनन्तरं छ्वोः षूडनासिके च इत्यस्यापि प्रसक्तिः अस्ति। छ्वोः षूडनासिके च इति सूत्रे पश्यामः चेत् वकारान्त अङ्गम् अस्ति, तदनन्तरम् अनुनासिकप्रत्ययः परः अस्ति चेत् वकारस्य स्थाने ऊट् इति आदेशः भवति इति उक्तम्। तर्हि इदानीं त्रीणि सूत्राणि प्रसक्तानि अत्र, लोपो व्योर्वलि अपि च छ्वोः षूडनासिके च अनयोः कीदृशसम्बन्धः इति पश्यामः चेत्, यत्र यत्र छ्वोः षूडनासिके च इति आगच्छति तत्र सर्वत्र लोपो व्योर्वलि इति अपि आगच्छति। अतः लोपो व्योर्वलि इत्यस्य कार्यक्षेत्रं बृहत्, छ्वोः षूडनासिके च इत्यस्य क्षेत्रम् इतोपि लघु अस्ति। अतः छ्वोः षूडनासिके च इति सूत्रम् अपवादसूत्रम् इति उक्तमासीत्, अतः लोपो व्योर्वलि इदानीं नास्ति अत्र। छ्वोः षूडनासिके च अपि च पुगन्तलघुपदस्य च अनयोः इदानीं चिन्तनं जायमानम् अस्ति। छ्वोः अनुनासिके च अपि च पुगन्तलघुपदस्य च अनयोर्मध्ये किं सूत्रम् अत्र कार्यं कुर्यात् इति प्रश्नः अस्ति। अस्माभिः चर्चितं द्वयोः सूत्रयोः अपि अन्यत्र लब्धावकाशः अस्ति, अतः इदानीम् अन्तरङ्गस्य विषये चिन्तनं करणीयं। तदर्थं तत्र अन्तरङ्गम् इति सूत्रे अङ्गम् इत्यस्य निमित्तम् इति अर्थः। तर्हि कीदृशनिमित्तं स्वीकर्तव्यम् अन्तरङ्गस्य निर्णयार्थं, कीदृशनिमित्तं स्वीकर्तव्यं? तर्हि प्रथमः विधः अस्ति संज्ञाकृतनिमित्तम्। संज्ञाकृतनिमित्तम् इत्यत्र अस्माभिः चर्चितं छ्वोः षूडनासिके च इति सूत्रस्य कृते तत्र काः संज्ञाः अपेक्षिताः इति चेत्, एकमस्ति बकारान्त अङ्गम्, अङ्गम् अङ्गसंज्ञा इति अपेक्षितमस्ति। तदनन्तरं तत्र अनुनासिक अनुनासिकप्रत्ययः, अनुनासिकसंज्ञा इत्यपि अपेक्षितं। तर्हि अत्र संज्ञाद्वयम् अपेक्षितम् इत्युक्ते निमित्तद्वयं, संज्ञाम् आश्रित्य निमित्तं, सः निमित्तद्वयम् अपेक्षितम् इति अस्माभिः उक्तमासीत्। तदनन्तरं पुगन्तलघुपदस्य च इत्यत्र कति निमित्तानि आवश्यकानि, संज्ञा संज्ञाकृतनिमित्तानि आवश्यकानि इति चेत्, तत्र पुगन्तलघुपदस्य च इत्यत्र अङ्गम् आवश्यकम्, इक् उपदाय उपदा इति उपदासंज्ञा आवश्यकी, उपदायाम् इक् इति अपि आवश्यकम्, अनन्तरं लघु उपदा लघु भवेत् इति लघुसंज्ञा अपेक्षितम्, अनन्तरम् आर्धधातुकप्रत्ययः इति अपि अपेक्षितम्। तर्हि तत्र पञ्चनिमित्तानि सन्ति। छ्वोः षूडनासिके च इत्यत्र निमित्तद्वयम् अपेक्षितं, पुगन्तलघुपदस्य च इत्यस्य कृते पञ्चनिमित्तानि अपेक्षितानि। तर्हि पश्यामः चेत् छ्वोः षूडनासिके च इत्यस्य एव अल्पनिमित्तकत्वम् अस्ति, तस्य एव अल्पनिमित्तम् अस्ति, अतः तत् सूत्रम् अन्तरङ्गं, यस्य निमित्तानि अधिकानि तत्सूत्रं बहिरङ्गम्, अतः पुगन्तलघुपदस्य च इति बहिरङ्गम् इति उक्तमासीत्। तत्तु एकविधचिन्तनमस्ति। तत्र कयटः इति एकः वैयाकरणः आसीत्, तस्य मतेन एतादृशचिन्तनं संज्ञाकृतं निमित्तं स्वीकर्तव्यम् इति तैः निर्णीतं। तर्हि अत्र मम प्रश्नः अस्ति, इदानीं कोऽपि वदतु, अत्र संज्ञाकृतनिमित्तमेव भवतु, तर्हि ततः अग्रे किमर्थं चिन्तनीयम्? अत्र अग्रे मास्तु, संज्ञाकृतनिमित्तं समीचीनमस्ति खलु, अतः तस्य एव कार्यं भवतु, किमर्थं तथा न कुर्मः अत्र? तदनन्तरं भगिनी अन्यविषयः अस्ति, शिव कः अस्ति? शिव शब्दः अस्ति, संज्ञा अस्ति वा अर्थः अस्ति? वदतु, शिव शिवशब्दः कः अस्ति? अर्थः अस्ति, शब्दः अस्ति वा संज्ञा अस्ति? न यदस्ति तदस्ति, मम प्रश्नः, अर्थः इति मास्तु, शब्दः इति मास्तु, केवलं संज्ञा एव भवतु, तत्र कः क्लेशः? किमर्थम् अग्रे चिन्तनीयम्? यदि केवलं संज्ञा अस्ति तर्हि कः बाधा अस्ति संज्ञा आधारेण? यदि अच् संज्ञा अस्ति परन्तु अचि संज्ञी अस्ति तर्हि संज्ञा कोऽपि अर्थः नास्ति, अचि संज्ञी अत्र सिव्योगः न इति सन्दर्भे वदतु, सिव्योगः न इति सन्दर्भे अत्र संज्ञाकृतनिमित्तं भवतु, कः क्लेशः? किमर्थम् अग्रे चिन्तनीयम्? अग्रे अहं न चिन्तयामि, भवतु, तदेव भवतु। व्याकरणशब्दशास्त्रमस्ति इति कृत्वा शब्दस्य एव प्राधान्यं, संज्ञा विशेषणमस्ति शब्दराशीनां, तस्य प्रयोगः केवलं बोधनार्थमेव, तस्य प्रक्रियार्थे कोऽपि प्रसक्तिः नास्ति, केवलं संज्ञी संज्ञी विशेषमस्ति संज्ञाया, किन्तु शब्दस्य कारणेन एव प्रक्रियां भवति, शब्दं न शब्दशास्त्रं न स्वीकृतं चेत् तस्य सन्धि वा गुणं वा योजनं वा यः किमपि कार्यं न कर्तुं शक्यते। समीचीनम्। अपि च तत्र सिव्योगः न इति सन्दर्भं स्वीकृत्य तत्र वदतु किं भवति? तत्र सिव् इति वकारान्त अङ्गमस्ति, अङ्गं केवलं संज्ञा अस्ति, किन्तु अङ्गं बहूनां शब्दानाम् अङ्गं नाम भवति, किन्तु अत्र सिव् इति संज्ञा प्राधान्यं त्याज्य वकारान्त अङ्गम् इति शब्दस्य उल्लेखः अस्ति चेदेव वकारस्य लोपो भवति वा न भवति इति चिन्तनीयम्। यदि अङ्गम् इति शब्दमस्ति चेत्, संज्ञा अस्ति चेत् तत्र लोपोर्व्योर्वलि इति कोऽपि प्रसक्तिः न भवति। न लोपोव्योर्वलि इदानीं नास्ति एव, लोपोव्योर्वलि इदानीं नास्ति एव, तत्र अपवादः इति उक्तं खलु, इदानीं तत्र चिन्तनं केवलं चोः शूडनास्तिके च अपि च पुगन्तलघुपदस्य च अनयोः एव। अत्र मम प्रश्नः अस्ति कयटः इति वैयाकरणः एव आसीत् खलु, सः न जानाति वा शब्दशास्त्रम् अस्ति इति? व्याकरणं शब्दशास्त्रम् अस्ति इति सः न जानाति वा? सः जानाति एव, जानाति एव। तर्हि किमर्थं तथापि सः संज्ञाकृतनिमित्तं किमर्थं स्वीकृतं, तत्र तस्य निराकरणं किमर्थं करणीयम्? प्रायः सर्वत्र संज्ञाकृत तेन अन्तरङ्गम् इति सिद्धान्तः प्रमाणं न भवति इति कारणात् सर्वत्र किमर्थं प्रमाणं न भवति सर्वत्र अन्यत्र च किमर्थं प्रमाणं नास्ति? किमर्थं प्रमाणं नास्ति तत्र? अस्ति न भगिनि, असिद्धं बहिरङ्गमन्तरङ्गे। लक्ष्मीभगिनी वदन्ती आसीत्, वदतु लक्ष्मीभगिनी। न जानामि, प्रायः तादृशसन्दर्भः अस्ति चेत् तदर्थमेव इतोपि चिन्तनं कीदृशसन्दर्भः संज्ञा कृतनिमित्तं सर्वत्र अन्तरङ्गम् इत्यस्य कृते उदाहरणं न चेत् प्रमाणं न भवति चेत् तत्र अन्यत् किमपि प्रमाणम् आवश्यकं खलु, तदर्थं संज्ञा न चेत् अर्थः च अर्थः इत्यस्य न चेत् शब्दकृतनिमित्तं मया न बुद्धं, पुनः वदतु तत्र किं वक्तुमिच्छति इति. प्रमाणं किमर्थं प्रमाणं, किम इदमेव प्रमाणम्, इदमुदाहरणमेव प्रमाणम् इति स्वीकरोतु. प्रमाणं भवति निमित्तं न प्रवर्तते चेत् तत्र अर्थकृतनिमित्तं न चेत् शब्दकृतनिमित्तम् आवश्यकं भवति खलु, तदर्थम् अन्तरङ्गं निर्णेतुम् अन्तरङ्गसिद्धान्तः निर्णेतुं तस्य आवश्यकता भवति वा इति मम चिन्तनम्. न, अहं किं वदामि इति चेत् तत्र अर्थकृतनिमित्तम् इति एकम् अस्ति चेत् एव त्यजतु, अपि च तत्र शब्दकृतनिमित्तमपि त्यजतु. इदानीं संज्ञाकृतनिमित्तं तैः उक्तं तदेव सम्यक् इति स्वीकृत्य अग्रे गच्छामः खलु, किमर्थम् अग्रे चिन्तनीयमिति मम प्रश्नः. अत्र वंशीभगिनी वदतु. आं भगिनि, तत्र शब्दस्य एव प्रामुख्यमस्ति व्याकरणे. अत्र परिभाषा अपि अस्ति किल, असिद्धं अन्तरङ्गे असिद्धं बहिरङ्गम् अन्तरङ्गे, तस्मिन् अङ्गशब्दः शब्दरूपेण स्वीकृतः अस्ति, अतः शब्दस्य प्राधान्यं भवति इति मम चिन्तनं. शब्दस्य प्राधान्यं भवति इति वया कैयटः न जानाति वा? सः अपि वैयाकरणः एव आसीत् खलु. सः जानाति, सर्वं जानाति, सः महान् वैयाकरणः आसीत्, सः सर्वं जानाति, तथापि सः संज्ञाकृतनिमित्तम् इति उक्तवान्. तर्हि तस्य निराकरणं तस्य सूत्रावबोधनार्थं संज्ञायाम् आवश्यकमस्ति. तत् कारणेन एव सूत्रं प्रवर्तयति वा न वा चिन्तयितुं शक्यते इति. इदानीं पश्यतु, एकक्षणं एकं वदामि, अत्र क्षम्यताम्. अत्र यदा वादः अस्ति, यदा वादः अस्ति पक्षद्वयं भवति खलु, पक्षद्वयं भवति वादे, तर्हि एकः अन्यस्य पक्षः तत्र दुष्टः इति वक्तव्यं चेत् तत्र किं वक्तव्यं? तत्र दोष उद्भावनं करणीयं खलु. तत्र कुत्रचित् भवान् यद् वदति तत्र कुत्रचित् दोषः अस्ति इति प्रदर्शनीयम्. अत्र संज्ञाकृतनिमित्तम् इति कयटेन उक्तं, तर्हि तत्र तद् मास्तु इति वदने वक्तव्यं चेत् तत्र दोषः कः इति वक्तव्यं खलु. दोषः यदि तस्य मते किमपि दोषः अस्ति चेत् तदानीं वयं वक्तुं शक्नुमः संज्ञाकृतनिमित्तं मास्तु इति वक्तुं शक्नुमः. तर्हि तत्र दोषः कः, क्लेशः कः इति मम प्रश्नः. भगिनी, शब्दे एव अर्थ अपि संज्ञा भवति इत्युक्ते अर्थ न शब्द इत्युक्ते शब्दे एव अर्थ अपि संज्ञा इत्युक्ते शब्देन तेन न भगिनि, तेन शब्दे एव अर्थः भवति, तेन संज्ञायां दोषः अस्ति इति न प्रदर्श्यते खलु. संज्ञायां दोषः अस्ति इति प्रदर्शनीयं. शब्दे एव संज्ञा अपि भवति इत्युक्ते शब्दः नास्ति चेत् तु संज्ञा अपि नास्ति. भगिनि, संज्ञाकृतनिमित्तानाम् एकक्षणं भगिनि, अत्र उमा भगिनी किमपि उक्तवती. क्षम्यताम् उमा भगिनी वदतु. क्षम्यतां, वदतु. तदेव नूतनान् कश्चित् नास्ति, किन्तु अत्र संज्ञा इति चेत् भवती उक्तवती कैयटस्य मतमनुसृत्य संज्ञा एव प्राधान्यम् अस्ति. कीदृशसंज्ञा इति मम वयं चिन्तनीयम् एतस्मात्. कीदृशसंज्ञा इति चेत् भवती उक्तवती अनुसृत्य तस्य गुणदोषः इति परिशीलनं कर्तुं शक्यते. तस्मादेव संज्ञा इति अत्र बहिरङ्गसंज्ञा पञ्चसंज्ञा अस्ति, किन्तु शो सूडनुनासिकेत्री द्वयोः एव सन्ति. तस्मात् तादृशस्य भगिनी तत्सर्वं जानीमः, तत्सर्वम् उक्तं। तर्हि मम प्रश्नः अवगतः वा न वा इति पुनः वदामि, अत्र केवलं संज्ञाकृतनिमित्तं पर्याप्तं खलु, किमर्थम् अग्रे चिन्तनीयम् इति मम प्रश्नः, किमर्थं संज्ञाकृतनिमित्तं मास्तु इति उक्त्वा अग्रे चिन्तयामः इति मम प्रश्नः। किं यथा भाष्यकारस्य चिन्तनं शब्दम् आधारीकृत्य अस्ति इति नागेशः उक्तवान्, तस्य नागेशस्य मतम् अपि भाष्यकारस्य मतमपि समानमिति कारणेन सत्यं भाष्यकारस्य मतं नागेशस्य मतं समानं सर्वं सत्यं, परन्तु किमर्थं तैः तथा उक्तम् इत्युक्ते तत्र किमपि तत्र दोषः स्यात् खलु, दोषः नास्ति चेत् किमर्थं तथा उच्यते? अत्र विजयलक्ष्मी भगिनी वदतु। अत्र सर्वत्र यदि वयं सूत्राणि पश्यामः तत्र पञ्चमी विभक्ति, सप्तमी विभक्ति, षष्ठी विभक्ति सर्वं शब्दं निमित्तीकृत्य एव भवति खलु, तत्कारणं तत्र शब्दस्य एव प्राधान्यम् इति अस्ति। तर्हि अस्तु तर्हि तत्र सर्वत्र शब्दस्य प्राधान्यं भवतु, परन्तु अत्र अस्मिन् उदाहरणे तत्र संज्ञाकृतनिमित्तं यथा उक्तं कयटेन तथा भवतु इति वक्तुं शक्यते खलु, परन्तु इति शब्दः एव खलु, तस्य एव कार्याणि सर्वं भवन्ति खलु। सत्यं भवन्तः यद्वदन्ति तत्सर्वं सत्यं, परन्तु तत्र शास्त्रविचारे यदा वयं शास्त्रे प्रवेशामः तदानीं तत्र दोषः कः इति वक्तव्यं, नो चेत् तत्र शब्दस्य एव प्राधान्यं तत्सर्वं वदामः चेत् पर्याप्तं नास्ति। अत्र लक्ष्मी भगिनी किमपि वक्तव्यं वा? हा किञ्चित् इतोपि एकं वा चान्स्, संज्ञाकृतनिमित्तम् इति वदामः चेत् संज्ञा कुतः आनयति इति वयं न चिन्तितवन्तः, तदर्थं संज्ञाकृतनिमित्तानां निर्णयार्थं क्लेशः अस्ति वा इति तदर्थं संज्ञाः तु उक्ता अन्यनिमित्तानां संज्ञाः तु उक्ताः, किन्तु कुतः आनयति इति चिन्तनं वयं न कृतवन्तः। कुतः आनयति इति कः प्रश्नः? तत्र संज्ञाः तु पाणिनिना कृताः, तर्हि ताः संज्ञाः स्वीकृत्य अत्र संज्ञाकृतनिमित्तम् अस्ति वा इति द्रष्टव्यं, तावदेव। संज्ञाः तत्र अन्वेषणीयम् इति नास्ति खलु, संज्ञाः तत्र उक्ताः खलु, अतः ताः संज्ञाः स्वीकृत्य पश्यामः, अतः तत्र क्लेशः नास्ति, संज्ञा कुत्र इति क्लेशः नास्ति तत्र। अन्यत् किमपि वक्तव्यं वा? न, नास्ति। मम प्रश्नः बहु सरलः अस्ति, भवन्तः बहु किमपि चिन्तयन्ति। भगिनि, संज्ञासूत्रं केवलं नामकरणमेव अत्र कार्यं न सूचयति न भगिनि, तदेव दोषः? न, संज्ञासूत्रम् इति सत्यं, संज्ञासूत्रं नामकरणमेव सूचयति, परन्तु अत्र किम् उक्तम् इति चेत् निमित्तं संज्ञाम् आश्रित्य भवतु इति उक्तम्, निमित्तं संज्ञाम् आश्रित्य भवतु इति उक्तं, तर्हि तत्र सूत्रेषु यानि निमित्तानि सन्ति तत्र संज्ञा कुत्र संज्ञा अस्ति इति दृष्ट्वा तत्र संज्ञाम् आश्रित्य निमित्तानि स्वीकर्तव्यानि इति अत्र उक्तमस्ति। अन्यत् किमपि वक्तव्यं वा? तत्र पूर्वपरनित्यान्तरङ्ग अपवादानुत्तरोत्तरं बलियात् इति परिभाषा न भवति किल यदि संज्ञा स्वीकुर्मः चेत् भगिनी? तत्र न अन्तरङ्गम् इति वदति, तत्र संज्ञामाश्रित्य यस्य अल्पनिमित्तकम् अस्ति तद् अन्तरङ्गम्, अन्यद् बहिरङ्गं, यस्य निमित्तानि अल्पानि संज्ञामाश्रित्य तद् अन्तरङ्गम्, अतः परिभाषायाः प्रयोगः अस्ति एव। अस्तु तर्हि भवती एव भगिनि, संज्ञा इत्युक्ते तत्र एकमेव वर्णं भवेत् वर्णानां नम्बर् हेस् टु बि मोर्. एकमेव वर्णमस्ति चेदपि कार्यं भवति चेत् तद् संज्ञा भवति. वयम् अत्र पाणिनीयशास्त्रे याः संज्ञाः उक्ताः ताः एव वयं तत्र स्वीकुर्मः. अतः एकवर्णः वा द्विवर्णः वा यत्किमपि तत्र इक् इति वदामः चेत् तत्र बहवः वर्णाः सन्ति. सूत्राणाम् उपदा इत्युक्ते एकः वर्णः. किमर्थं चेत् यदा सन्धिकार्यं भवति न तत्र वर्णानां मध्ये अपि कार्यं भवति न कार्यं तु भवति तत्र तु एकमेव तत्सर्वं मास्तु. सन्धि सर्वं मास्तु. अत्र अस्माकम् उदाहरणमस्ति सिव्योगः न. तत्र एव मम प्रश्नः. अत अन्यत्र कार्यं न करोति. सर्वं तत्सर्वम् अस्तु भवतु परन्तु अत्र सिव्योगः न इत्यत्र. भगिनि अत्र उपधा इक् एतत् सर्वं यत् उपयुक्तवन्तः तत् सर्वं तु केवलं व्याकरणशास्त्रस्य टेक्निकल् टर्म् इति वक्तुं शक्यते खलु. सत्यं. तत्र अत्र तेषां एव संज्ञा इति सः वदति खलु. ते तु संज्ञा नास्ति खलु. ते तु शब्दाः एव. इक् उपधा संज्ञापि अस्ति. उपधा इति संज्ञापि अस्ति. इक् इति संज्ञापि अस्ति. अङ्गमिति संज्ञापि अस्ति. शब्दः इति अस्ति चेत् संज्ञापि अस्ति. अस्तु पश्यन्तु अत्र अत्र किमपि नास्ति. मम प्रश्नः बहु सरलः. अत्र किमपि नास्ति. अत्र किम् उक्तं चोषुणनासिके च इत्यस्य निमित्तद्वयमस्ति. पुगन्तलघुपदस्य च इत्यस्य पञ्चनिमित्तानि सन्ति. तर्हि तत्र किम् उक्तं चोषुणनासिके च इत्यस्य एव कार्यं भवति इति उक्तं खलु. आम् भगिनि. तर्हि तेन किम् तत्र विप्रतिषेधे परं कार्यमस्ति. अतः अन्तरङ्गं बलवत्. अस्तु किञ्चित् इतोपि पठामः तदनन्तरं पुनः आगच्छामः. अत्र भवन्तः चिन्तयन्तु. अस्तु इदानीं तत्र संज्ञाकृतनिमित्तं किमर्थमिति चेत् तत्र चिन्तयन्तु भवन्तः चिन्तयन्तु तत्र किम् अस्ति इति. तेन सम्यक् भवति. अस्तु इदानीं तत्र संज्ञाकृतनिमित्तं तत्र मास्तु इति उक्त्वा तत्र अग्रे तत्र किम् उक्तम् अर्थकृतनिमित्तम् अथवा शब्दकृतनिमित्तं स्वीकर्तव्यम् इति उक्तं खलु. आं भगिनि. आं भगिनि. तर्हि इदानीं ततः अग्रे पश्यामः तत्र अर्थकृतनिमित्तम् इत्युक्ते किं संज्ञाकृतनिमित्तम् इत्युक्ते अर्थकृतनिमित्तं किं शब्दकृतनिमित्तं किम् इति इदानीं पश्यामः. तदनन्तरं सर्वं स्वीकृत्य एकवारं चिन्तयामः कुत्र किमर्थम् एतादृशं. भवताम् अपि किञ्चित् तत्र अवकाशः भवति चिन्तनार्थम्. अस्तु इदानीं ततः अग्रे गच्छामः. तत्र कुतः इदानीं पठनीयम् इति चेत् तत्र अस्माभिः चर्चितं व्याकरणशास्त्रं शब्दशास्त्रमेव. यतोहि व्याकरणशास्त्रे शब्दस्य एव प्राधान्यम् इति उक्तं. तर्हि तत्र शब्दः नाम कः इत्यपि अस्माभिः चर्चितं. तत्र शब्दः इत्युक्ते तत्र ध्वनिः इत्युक्ते शब्दः द्विविधः अस्ति खलु. यदि अहं हस्तताडनं करोमि तदानीमपि शब्दः अस्ति परन्तु तस्य अर्थः किमपि नास्ति. केवलं तत्र ध्वनिः एव आगच्छति. परन्तु यदा शब्दः अर्थवान् भवति यदा शब्दस्य बोधः भवति यदा शब्दे तादृशशक्तिः अस्ति अर्थबोधनार्थं तदानीं वयं वदामः सः वर्णः इति वदामः. तर्हि अत्र व्याकरणशास्त्रे वर्णस्य एव प्राधान्यम् अस्ति. इत्युक्ते वर्णः इति यदि वदामि चेत् तत्र शब्दः अपि अस्ति अर्थः अपि अस्ति. वर्णानां समूहः एव अत्र अस्माकं शब्दः अथवा पदं भवति. तादृशमेव स्वीकृत्य वयं व्याकरणे पश्यामः. तर्हि शब्दः अर्थवान् भवति चेत् अर्थविशिष्टः भवति. तादृशस्य एव अत्र ग्रहणं भवति. शब्दः विशेष्यम् अर्थः विशेषणम् इति सर्वम् उक्तं। तर्हि तत्र यदा शब्दकृतनिमित्तं वयं स्वीकुर्मः तदानीं तत्र किं भवति इति चेत् तत्र शब्दम् आश्रित्य निमित्तं भवति, तत्र पञ्चमीरूपेण अथवा सप्तमीरूपेण निमित्तं भवति। यदा शब्दः इति वदामः चेत् तत्र वर्णानां ग्रहणं भवति। सिव्योगः न इति यदा वदामः, शब्दकृतनिमित्तम् इत्युक्ते सिव् इति सम्पूर्णतया वयं सकारः इकारः वकारः इति वर्णानां ग्रहणं तस्य अङ्गम् इति अस्ति। अनन्तरं न इति न योगः अकारः इत्यस्यापि ग्रहणम् इति तत्र शब्दानां ग्रहणम् इति उक्तम्। इदानीं ततः अग्रे किञ्चित् पश्यामः। सारांशः ततः आरभ्य पठामः। अत्र अरविन्द महोदय पठति वा? सारांशः अत्र उच्यते। आं भगिनि, सारांशः अत्र उच्यते। व्याकरणशास्त्रं शब्दशास्त्रम् एव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्। शब्दः नाम कः? वर्णः पदं चेति। यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति, अतः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्नः। शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति, अतः अर्थः शब्दस्य विशेषणं, शब्दः एव विशेष्य। स च शब्दः व्याकरणस्य प्रमुखविषयः। तदर्थम् असिद्धं बहिरङ्ग अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपीनिमित्तस्य ग्रहणम्। तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते। तत्र शब्द इति प्राधान्यं, शब्दस्य प्राधान्यम् अस्मिन् परिच्छेदे दत्तमस्ति। व्याकरणशास्त्रं शब्दशास्त्रमेव। एवं शब्दम् इत्युक्ते ध्वनि, अर्थवान् ध्वनि इति अर्थविशिष्टशब्दस्य एवं कार्यं भवति। तदर्थं शब्दस्य विशेषण, शब्द एव विशेष्य इत्युक्ते शब्दस्य एव कार्यं भवति। शब्दः व्याकरणस्य प्रमुखविषयः। असिद्धं बहिरङ्ग अन्तरङ्गे इति परिभाषायां शब्दे रूपी अङ्गं निमित्तम्, अङ्गम् इत्युक्ते निमित्तं, शब्दरूपी निमित्तं ग्रहणं। तात्पर्यमेव यत् अन्तरङ्गम् इत्युक्ते शब्दरूपी अन्तर्निमित्तं, शब्दरूपी बहिर्निमित्तं, तनयोः अङ्गशब्देन शब्दरूपीनिमित्तम् एव स्वीकरणीयम् इति अस्मिन् परिच्छेदे दत्तमस्ति। समीचीनं, समीचीनं, सम्यक्। इतः अग्रे सरेम, तत्तु अस्माभिः चर्चितम्। अत्र प्रश्नः अस्ति वा? अस्तु, इतः अग्रे वंशी भगिनी पठतु। अस्तु भगिनि, उदाहरणार्थम् अत्र स्वयोगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञायां भेदोऽपि अपेक्षमाणः शब्दः तु स्विव् इत्येव। अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य। शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते, न तु अर्थः संज्ञा वा। अस्तु, अत्रैव उत्तरम् अस्ति इति मम चिन्तनम्। अस्तु, तत्र स्वयोगः न इत्यस्मिन् स्थितौ तत्र यद्यपि अङ्गकार्याणि भवितुमर्हति, इक्त्वं लघुत्वम् उपधा इति सर्वं वयं पश्यामः, परन्तु स्विव् इति शब्दः एव इति अत्र दत्तम्। अपि च अत्र अत्र शब्दस्य अपेक्षा वर्तते शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य। अत्र मम चिन्तनमस्ति अत्र अङ्गकार्यस्य अङ्गकार्यं प्रवर्तते अतः तत्र शब्दस्य अपेक्षया अङ्गकार्यस्य प्राधान्यम् अस्ति इति मया अवगम्यते अतः शब्दस्य अपेक्षया अङ्गकार्यस्य प्राधान्यम् इति किमर्थं वदति तथा शब्दस्य एकस्यैव अपेक्षा वर्तते अङ्गसंज्ञकस्य इत्युक्ते तत्र एकनिमिषं भगिनि अपेक्षा वर्तते हा अस्तु अत्र इत्युक्ते मम चिन्तन क्षम्यतां तत्र दोषः दोषेण उक्तं मया तत्र अङ्गकार्यस्य विषये शब्दस्यैव प्राधान्यम् अस्ति इति सम्यक् वा भगिनि तत्र न पश्यतु अत्र सिव्योगः न इत्यत्र यद्यपि अस्माभिः किम् उक्तम् इक्त्वं लघुत्वम् उपधात्वं सर्वम् उक्तं खलु तत्सर्वं तस्य सर्वस्य अपेक्षया अत्र किम् अपेक्षितं कार्यार्थं सिव् इति एव अपेक्षितं सिव् इत्युक्ते किं तत्र सकार आनुपूर्वी शब्दानुपूर्व वर्णानुपूर्वी इत्युक्ते सकारः ईकारः वकारः इत्येव अपेक्षितः सत्यं इत्येव अपेक्षितः तस्य अङ्गसंज्ञा अस्ति इति तत्र सेकेण्डरि अस्ति तस्य अङ्गसंज्ञा अस्ति इति सिव् इति अपेक्षितं तत्र तस्य अङ्गसंज्ञा अस्ति इति सेकेण्डरि अस्ति अत्र अत्र किम् अपेक्षितं सिव् इति एव अपेक्षितं तस्य अङ्गस्य तत्र अङ्ग तस्य अङ्गसंज्ञा अस्ति इति तत्र सेकेण्डरि अस्ति अस्तु तर्हि क्षम्यतां प्राधान्यं किम् अस्ति सिव् इति प्राधान्यम् अस्ति सिव् इत्युक्ते किम् इति चेत् तत्र वर्णः एव सकारः इकारः वकारः इति तत्र शब्दः तेषां ग्रहणम् अनन्तरं न इत्यत्र किं स्वीक्रियते इति चेत् न योगः अ इति तत्र निमित्तरूपेण स्वीक्रियते न इति तत्र निमित्तरूपेण स्वीक्रियते अनुनासिकप्रत्ययः इति उक्तं खलु षोडनासिके च इति सूत्रे अनुनासिकप्रत्ययः इति उक्तं तर्हि न इत्यत्रापि शब्दस्य एव ग्रहणं तत्र न इति शब्दस्य सप्तम्यन्ततया तत्र अनुनासिके परे इति उक्तं सूत्रे अतः तत्र सप्तम्यन्ततया निमित्तरूपेण स्वीक्रियते तदपि शब्दः एव न इति वर्णः अतः अर्थः नापेक्षितः संज्ञा नापेक्षितः शब्दः एव पर्याप्तम् इति अत्र उक्तम् परन्तु किमर्थं तत्र संज्ञा कृतम् इति अस्तु किमर्थं तत्र संज्ञायाः विषये एव तत्र वया कैयटः उक्तम् इति मम चिन्तयति चिन्तयामः इतोपि चिन्तयामः अत्र मया न उक्तम् उत्तरं किमपि न उक्तं किमर्थं न उक्तम् इति चेत् सम्पूर्णतया चिन्तनं भवतु इति कृत्वा हा हा सम्पूर्णतया एकवारं चिन्तयामः तदनन्तरं तत्र कम्पेरिसन् कर्तुं शक्नुमः ओ एवमस्ति चेत् एवं भवति एवमस्ति चेत् एवं भवति इति चिन्तयितुं शक्नुमः तदर्थम् अन्तिमवाक्यमपि न तु अर्थः संज्ञा वा इति तत्रापि प्रश्नः अस्ति न तु अर्थः अस्तु इत्युक्ते तत्र शब्दस्य प्राधान्यम् इति वदति चेत् तत्र संज्ञायाः आवश्यकता नास्ति अर्थस्यापि आवश्यकता नास्ति केवलं शब्दम् एव स्वीकृत्य वयं कार्यं कर्तुम् अर्हामः हा अस्तु चिन्तनीयविषयः एव भगिनि अस्तु इदानीं ततः अग्रे अत्र विजयलक्ष्मी भगिनी पठतु अत्र सारांशः अत्र उच्यते न दृष्टान्ते इकोयणचि इति सूत्रे दृष्टान्ते इकोयणचि इति सूत्रे तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अज् व्यवहितपूर्वस्य इकः यणादेशो भवति अचि इति सप्तम्याम् अस्ति अनेन शब्दरूपनिमित्तमेव ग्राह्यं न तु संज्ञारूपनिमित्तं संज्ञा न शब्दः संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति अच् इति संज्ञा तत्र किन्तु अच् इति संज्ञाविशिष्टसंज्ञी अपेक्षते अपि योगः अस्ति अप्यस्ति इत्यस्मिन् अकारः संज्ञी इति योगः उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी तस्य च उकारस्य संज्ञा अच् अतः अचि इति पदम् संज्ञीपदं न तु संज्ञापदम् अत्र संज्ञी उकारः निमित्ततया आश्रितः न तु संज्ञा अयम् उकारः शब्दः सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः न तु संज्ञा वा अर्थो वा. बहु काम्प्लिकेटेड् एक्स्प्लनेशन् अस्ति अत्र. उदाहरणं दृष्ट्वा किञ्चित् अवगम्यते. अत्र अपि योगः अस्ति. अत्र अचि परे इति सूत्रं वदति. अत्र अचि परे अकारः एव अप्यस्ति इति समासपदद्वयं यदि स्वीकुर्मः तत्र अपि अस्ति. अत्र इको एणचि इति सूत्रस्य कार्यं भवति. अत्र इको एणचि इत्यत्र अचि इति यदि सम्यक् भवति तर्हि अकारः एव तत् सम्यक् डिस्क्रैब् करोति अकारस्य किं विशेषणं किम् अकारस्य किं भावः किम् इति विशेषयति. अत्र अकारः एव सम्यि इति वक्तुं शक्यते. तथैव अत्र इति उपस्थितम्. अत्रापि इको एणचि इति सूत्रेण अचि इत्यस्य सम्यि उकारः अस्ति. अत्र उकारस्य सम्या अच् इति. हा तत् सम्यक् उकारः सम्यि तस्य सम्या अस्ति अच्. सो अच् इत्यस्य विशेषणविशेष्यभावः अस्ति. परन्तु अत्र अस्माकं विशेषणविशेष्यभावस्य कोऽपि कार्यं तु नास्ति. अत्र अत्र वयं अचि इति यदि यदा वदामः तत्र सप्तम्यन्त अच् वर्णस्य वर्णः अन्ते भवति चेत् तस्य पूर्वं कार्यं भवति इति एव अर्थः निष्पद्यते. परन्तु अहम् इतोपि सम्यक्तया तु न अवगतवती एतत् सम्या इति किमर्थम् आयाति इति. क्रमेण पश्यामः. शब्दस्य तु अर्थः अवगम्यते परन्तु सम्या इति कैयटः किमर्थम् उक्तवान् इति तदपि चिन्तयन्तु. अत्र पश्यन्तु अस्मिन् परिचये किम् अस्ति इति पश्यामः एकवारं. प्रथमतया अत्र संज्ञा इति इत्यस्य कः अर्थः, संज्ञी इत्यस्य कः अर्थः इति प्रथमतया कोऽपि वदतु. संज्ञा इत्यस्य कः अर्थः, संज्ञी इत्यस्य कः अर्थः? संज्ञा इति नामपदं. तत् संज्ञा यत् यस्य नाम भवति तद् संज्ञे इति भवति. हा समीचीनम्. इत्युक्ते यदि अहम् आम्रम् इति वदामः चेत् आम्रम् इति संज्ञा अस्ति. आम्रम् इति संज्ञा अस्ति. फलं तत् फलं वस्तुतः फलं यदस्ति तदेव संज्ञी अस्ति. एकं फलम् अस्ति तस्य नामकरणमस्ति आम्रम् इति. तर्हि आम्रम् इति संज्ञा फलं यदस्ति तदेव संज्ञी अस्ति इति प्रथमः विषयः. एवमेव अत्र व्याकरणे अच् इति यदा वदामः, अच् प्रत्याहारः इति वदामः चेत् अच् इति तत्र संज्ञा अस्ति अच्. संज्ञी कः? संज्ञी अच् इत्यस्य स्वराणां समूहः. तत्र अकारः इकारः उकारः उकारः ते एव संज्ञी. सत्यं समीचीनं समीचीनं. तर्हि अच् इति संज्ञा अस्ति. अच् इति कस्य संज्ञा अच् इति यदा पश्यामः अच् इति संज्ञा अस्ति. अच् इति केवलं नामकरणम् अस्ति. कस्य नामकरणम् इति प्रश्ने सति तर्हि यथा भगिनी उक्तवती अकारः आकारः इकारः उकारः सर्वे स्वराणाम् अच् इति संज्ञा. तर्हि संज्ञिनः के संज्ञिनः इति चेत् सर्वे स्वराः एव संज्ञिनः. संज्ञा अस्ति अच् इति. तयोः भेदः अवगतः खलु, संज्ञा संज्ञी. प्रश्नः अस्ति वा तत्र? भगिनी तत्र निमित्तं निमित्ति दीर्घ इ अस्ति तत्तु अवगतं, किन्तु अत्र संज्ञी कीदृशपदमेव भगिनि? इत्युक्ते गुणिनिव, गुणिनिव संज्ञिन् इति नकारान्तप्रातिपदिकं, संज्ञी इति नकारान्तप्रातिपदिकं, संज्ञी संज्ञिनौ संज्ञिनः इत्युक्ते पृथक् पृथक् यत् अस्माकं विषय अस्ति तदेव संज्ञा विषय कृते तदेव संज्ञी अस्ति, इत्युक्ते अस्माकं विषयः कस्य संज्ञा इति भगिनी, संज्ञी इत्युक्ते किम् इत्युक्ते न पश्यतु इदानीं पश्यतु गीताञ्जलि इति यदि वदामि तत्र कः अर्थः गीताञ्जलि इति? एकनाम अस्ति, एकनाम अस्ति, इदानीं कस्य नाम अस्ति गीताञ्जलि? मम नाम भवति संज्ञी अस्ति, भवत्याः नाम अस्ति गीताञ्जलि इति, अतः गीताञ्जलि इति संज्ञा भवति संज्ञी संज्ञिनी इति अस्ति भवति, यतोहि भवत्याः तत्र संज्ञा योजितः अतः भवति संज्ञा, संज्ञा यस्मिन् अस्ति, संज्ञा यस्याम् अस्ति सा संज्ञिनी, अथवा संज्ञा यस्मिन् अस्ति सः संज्ञी. अस्तु अस्तु बुद्धं खलु भगिनी, मृगाः सिंहः इति वदामः वा? मृगाः इत्युक्ते मृगाः सर्वे मृगाः, सिंहः इत्युक्ते एकः मृगः तदेव वा? न न, सिंह इति संज्ञा अस्ति, कस्य संज्ञा अस्ति? एकस्य मृगस्य संज्ञा अस्ति सिंह इति, तर्हि सिंह इति संज्ञा अस्ति, तत्र सिंहरूपमृगं मृगः यदस्ति तस्य सः संज्ञी, द एनिमल् इस् संज्ञी एण्ड् सिंह इस् द नेम्. सिंह इति एका जातिः अस्ति खलु, धेनुजातिः सिंहजातिः इति जातिः अस्ति. अस्तु, तत्र गीताञ्जलि भगिन्याः नाम उक्त्वा तत्र उक्तं खलु, सः अवगतं खलु, one is the name and other is the name given to somebody, the name given to somebody, the somebody is the sangni and the name is the sangya. Astu idanim atra drishtante iko enachi iti sutre tasminiti nirdishte purvasya ityanena ajya vyavahitasya vyavahita purvasya ikah yanadeshah bhavati iti sutrartha tatra uktam. Iko enachi iti sutre kim uktam? तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य कः अर्थः इति चेत् तत्र सप्तमीविभक्तेः परिभाषासूत्रमस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इत्युक्ते तत्र किम् उक्तं? यत्पदं सप्तमीविभक्तौ अस्ति तस्मात् साक्षात् पूर्वं कार्यं भवति अव्यवहितपूर्वस्य, इत्युक्ते व्यवधानं किमपि नास्ति. इक् अचि, अचि इति सप्तम्यन्तम् अस्ति, तस्मात् साक्षात् पूर्वं इक् वर्णः अस्ति चेत् तस्य स्थाने यणादेशः भवति इति तत्र उक्तं. तर्हि तस्मिन् सूत्रे अचि इति सप्तम्याम् अस्ति, अचि इति सप्तम्याम् अस्ति, तत्र कीदृशनिमित्तं स्वीकर्तव्यम्? अचि इत्यनेन तत्र संज्ञा स्वीकर्तव्यं वा तत्र कीदृशनिमित्तं स्वीकर्तव्यम् इति तदर्थम् अत्र उक्तमस्ति. अनेन शब्दरूपनिमित्तमेव स्वीकर्तव्यं, न तु संज्ञारूपनिमित्तम्. अचि इत्यनेन शब्दरूपनिमित्तं स्वीकर्तव्यं, तस्य कः अर्थः? अत्र अच् इति यदा वदामः अच् इति संज्ञा अस्ति, परन्तु अचि इति यदा वदामः तत्र अचि इति संज्ञा नास्ति, संज्ञा इति तत्र केवलं नामकरणमस्ति. संज्ञा इति यदा वदामः तर्हि संज्ञायाः कार्यं किम् इति चेत् संज्ञायाः कार्यं केवलं संज्ञिनं विशेषयति. इत्युक्ते किं, तस्य कः अर्थः? यदा तत्र बहवः जनाः सन्ति, एकस्मिन् प्रकोष्ठे बहवः जनाः सन्ति, एकस्य पुरुषस्य पृथक्करणं यदा वयम् इच्छामः तत् कथं कुर्मः पृथक्करणं? तत्र नामद्वारा कुर्मः खलु. एकस्मिन् प्रकोष्ठे दशजनाः सन्ति तर्हि तत्र अहम् एकं पृथक् कर्तुम् इच्छामि चेत् तत्र किम् अहं वदामि? तत्र संज्ञां स्वीकृत्य अहं वदामि, ओ अरविन्द् महोदय अत्र आगच्छतु इति यदि वदामि चेत् तत्र अरविन्द् इति यदा वदामि तदेव संज्ञा अस्ति. संज्ञा स्वीकृत्य एकं पुरुषम् अहं पृथक् करोमि इत्युक्ते विशेषणरूपेण वदामि. तत्र अरविन्द् इति विशेषणम् अस्ति, पुरुषस्य विशेषणम् अस्ति. तर्हि तत्र संज्ञां स्वीकृत्य संज्ञिनं विशेषयामि इत्युक्ते पृथक्करणं व्यावर्तनं बहुषु एकस्य पृथक्करणं तत् संज्ञां स्वीकृत्य कुर्मः. तदेव संज्ञायाः प्रयोजनं. यदि तत्र अरण्ये बहवः मृगाः सन्ति एकक्षणम् अरण्ये बहवः मृगाः सन्ति तत्र अहम् एकं पृथक् कर्तुम् इच्छामि चेत् तत् वयं किं कुर्मः? तदर्थमेव तत्र उक्तम् ओ अयं सिंहः इयं धेनुः इति पृथक्करणार्थं तत्र नामकरणं कृतं. तर्हि संज्ञायाः प्रयोजनं तदेव, अन्यत् किमपि नास्ति. इदानीं वदतु तत्र कान्ट्रडिक्षन् अस्ति भगिनि. संज्ञा इति आम्रफलम् इति नामकरणम् अस्ति, संज्ञि इति फलम् इति उक्तवती. न एषणं संज्ञा इति आम्रफलम् इति नास्ति, संज्ञा इति आम्रम् इति संज्ञा. आम्रम् इति संज्ञा, आम्नि इति फलम्. फलम् इत्यस्य आम्रसंज्ञा, आम्रम् इति संज्ञा अस्ति, फलम् इत्यस्य आम्रसंज्ञा. वन् इस् ओन्ली अ नेम् एण्ड् गिविङ्ग् दट् नेम् टु सम्थिङ्ग् सम् आब्जेक्ट्. दट् आब्जेक्ट् इस् अ संज्ञि विच् टेक्स् द नेम्. यथा तत्र गीताञ्जलि भगिन्याः विषये उक्तं, गीताञ्जलि इति एकं नाम अस्ति. कस्य नाम इति चेत् भगिन्याः नाम. तर्हि भगिनी संज्ञी अस्ति, नाम संज्ञा अस्ति, तावदेव, अन्यत् किमपि नास्ति. तत्र गुणः अस्य अस्ति इति गुणी इति यथा वदामः तदेव संज्ञा अस्य अस्ति इति संज्ञी इति तावदेव. किमर्थं संज्ञां वयं कुर्मः इति चेत् पृथक्करणार्थं. किमपि तत्र पृथक् समुदायात् पृथक्करणार्थं संज्ञाकरणं भवति. अस्तु, इदानीम् अच् इति संज्ञा अस्ति, किन्तु यदि अत्र सूत्रे इकोयणचि इति सूत्रे अचि इति उक्तं तर्हि अचि इत्यस्य तत्र सप्तम्यन्तरूपेण अचि इति यद् अस्ति तत्र कस्य ग्रहणम् इति चेत् तत्र अचि इति उक्तत्वात् तत्र अचि इति संज्ञा यदि स्वीकुर्मः तर्हि संज्ञया तत्र कार्यं भवति वा इकोयणचि इति सूत्रे? अचि इति संज्ञया कार्यं भवति वा? किम् अपेक्षितं? किम् अपेक्षितं? न, अत्र किम् अपेक्षितम् अस्ति इति निमित्तमेव अपेक्षितं खलु तत्र. न, अत्र अचि इति उक्तं. न, एकक्षणं, मम प्रश्नः शृण्वन्तु, एकवारं शृण्वन्तु मम प्रश्नः कः इति. अचि इति उक्तम्, अचि इति संज्ञा एव स्वीकुर्मः, संज्ञामेव स्वीकुर्मः चेत् कार्यं भवति वा? अत्र सप्तमी अस्ति, न एकक्षणम् एकक्षणं, केवलं नामकरणम् एव अस्ति चेत् कार्यं भवति वा? यदि अत्र अचि इत्यस्य स्थाने तत्र गीताञ्जलि इति वदामि, केवलं गीताञ्जलि इति नाम अस्ति चेत् कार्यं भवति वा? किम् अपेक्षितं? शब्दमेव अपेक्षितम्. बहु ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. संज्ञी अपेक्षितं खलु? श्रूयते वा? अच् प्रत्याहारस्य अन्तर्भूता कः वर्ण, पृथक् वर्ण इति अपेक्षितम् इत्युक्ते तस्य नाम तर्हि तत्र अचि इति उक्तं चेत् तत्र संज्ञा नापेक्षिता, परन्तु तत्र कस्य संज्ञा, तत्र संज्ञी एव अपेक्षितं, संज्ञिनः अपेक्षिताः. तर्हि अचि इति यदा वदामः तर्हि अच् प्रत्याहारस्य सर्वे वर्णाः एव अत्र उक्ताः, न तु अच् इति संज्ञा. बुद्धं खलु? अतः एव अत्र अपियोगः अस्ति इति यदा वदामः तत्र अ इति, तत्र अ इति यदस्ति निमित्तरूपेण तत्र संज्ञा नास्ति, अ इति संज्ञा नास्ति, परन्तु संज्ञी अस्ति. अ इति संज्ञी अस्ति, तस्य एव सप्तमीरूपेण स्वीकृतः अस्ति. अतः अचि इति यदा वदामः सूत्रे इकोयणचि इत्यत्र अचि इति तत्र संज्ञिनः आवश्यकता अस्ति, न तु संज्ञायाः. एवमेव इति योगः उपस्थितम् इत्यत्र उ इति संज्ञी अस्ति, अपि योगः अस्ति इत्यत्र अ इति संज्ञी अस्ति. तस्य एव अत्र ग्रहणम्. अतः अचि इति पदं संज्ञीपदं न तु संज्ञापदम्. इको एणचि इति सूत्रे अचि इति संज्ञा नास्ति परन्तु संज्ञी. तर्हि अत्र संज्ञी संज्ञी संज्ञी कः इति चेत् अपि योगः अस्ति इत्यत्र अ इति संज्ञी, इति योगः उपस्थितम् इत्यत्र उ इति संज्ञी. तदेव तत्र निमित्तरूपेण स्वीकुर्मः. तर्हि सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः. अ इति अपि योगः अस्ति इत्यत्र अ इति शब्दः अस्ति, इति योगः उपस्थितः इत्यत्र उ इति शब्दः अस्ति, न तु संज्ञा न तु अर्थः. इत्येव सारांशः. तर्हि सर्वत्र वयं पश्यामः यत्र यत्र एतादृश प्रत्याहारः अस्ति तत्र अचि परे इकि परे यत्किमपि अस्ति तत्र सर्वत्र संज्ञायाः कार्यं नास्ति, संज्ञी एव तत्र अपेक्षितः. अवगतं खलु? तस्य प्रयोजनं किम्? प्रयोजनं किम् इति चेत् तदेव वदति तत्र संज्ञाकृतनिमित्तं मास्तु इति तदर्थमेव तत् सर्वं तत्र उच्यते. पूर्वं तत्र कयटः संज्ञाकृतं निमित्तं स्वीकरोतु इति उक्तं, तदर्थम् अत्र प्रथमं वदति इको एणचि इत्यत्र केवलं संज्ञा स्वीकुर्मः चेत् तत्र कार्यं न भवति, संज्ञिनः अपेक्षिताः. अतः संज्ञाकृतनिमित्तं तत्र स्वीकर्तुं न शक्यते. इकोयणचि इत्यत्र संज्ञाकृतनिमित्तं न स्वीकर्तुं शक्यते इति एकम् उदाहरणमस्ति. तदेव दोषः वा भगिनि? सः अपि एकः दोषः, सः अपि एकः दोषः. परन्तु अस्माकं सिव्योगः न इत्यत्रापि दोषः अस्ति वा इति चिन्तनीयं. तावदेव अहं वदामि, दोषः अस्ति नास्ति इति न वदामि. दोषः अस्ति वा, अस्ति चेत् कः दोषः, दोषः नास्ति चेत् दोषः किमर्थं नास्ति इति तत्र चिन्तनीयं. तावदेव यथा अत्र प्रदर्शितम् इकोयणचि इत्यत्र दोषः कः इति प्रदर्शितं खलु, प्रदर्शितं वा नास्ति वा? वदन्तु. मौनं सम्मतलक्षणम् इति स्वीकरोमि, नो चेत् अहं किञ्चित् न अवगतम् इत्युक्ते तत्र संज्ञाप्राधान्यम् अत्र संज्ञीप्राधान्यम् इत्युक्ते वर्ड्स् मिसिङ्ग् एव इति. न न न, अचि इदानीं वदतु, इको एनर्जि इति सूत्रे अचि इति संज्ञा इति स्वीकरोति चेत् कार्यं भवति वा, कीदृशकार्यं भवितुम् अर्हति तत्र? भवेत् किं पुनः वदतु? सूत्रं तु जेनेरिक् एव भवति इत्युक्ते पृथक् पृथक् संज्ञे लिखित्वा सूत्राणि तु न लेखनीयं. तत् समीचीनं भगिनि, तत् समीचीनं. तत्र पाणिनिना अचि इति उक्तम्, अचि इति उक्तं पाणिनिना. तर्हि अचि इति उक्तत्वात् तत्र संज्ञा स्वीकुर्मः चेत् क्लेशः भवति खलु तत्र. अचि इति संज्ञा स्वीकुर्मः चेत् तिष्ठति, न तु अकारः उकारः. किन्तु अच् तु प्रत्याहार, वयं तु जानीमः, तदेव एकं सूत्रमस्ति. सत्यं सत्यं, तथापि अचि इति उक्तं संज्ञा अस्ति चेत् केवलं संज्ञायाः एव ग्रहणं भवति, परन्तु तद् न विवक्षितं पाणिनिना. तत्र पाणिनिना किं विवक्षितं? यद्यपि तत्र अचि इति उक्तं, तत्र संज्ञा न विवक्षिता. तत्र यस्य संज्ञा अस्ति सः एव अपेक्षितः अत्र. अतः अत्र संज्ञाकृतनिमित्तम् इति वदामः चेत् अच् प्रत्याहारं स्वीकरोतु इति वदामि चेत् कार्यं न भवति खलु अत्र. भेदं पश्यति वा? पश्यामि किन्तु यदि अहं वदामि गीताञ्जलि इति एक नाम अस्ति, तद् नाम अन्नं खादतु इति वदामि, तदानीं कार्यं भवति वा? केवलम् एकनाम अस्ति, अहं वदामि तद् नाम अन्नं खादतु इति कार्यं भवति वा? वदतु, भवती वदतु. भवति एव. कथं भवति? पर्सन् अल्वा? गीतां न किमर्थं भवति कार्यम् इत्युक्ते अहं तु जानीमः मम नाम गीताञ्जलि न न न मम प्रश्न भवती न मम प्रश्नं भवती न शृणोति मम प्रश्नः कः अहं केवलं वदामि देर् इस् अ नेम् काल्ड् गीताञ्जलि लेट् दट् नेम् ईट् एण्ड् सेम् भवत्याः प्रश्नः गीताञ्जलि नामपदमेव श्रुतं गीताञ्जलि पर्सन् न श्रुतं तत्र सामान्यलोके गीताञ्जलि इत्युक्ते कस्यचित् नाम इति वयम् अवगच्छामः इति कृत्वा तत्र पुरुषः एव अथवा स्त्री एव खादति इति वयं जानीमः परन्तु यदि गीताञ्जलि इति तावदेव वदामि गीताञ्जलि इति नाम खादतु इति वदामि चेत् तत्र न कार्यं न भवति खलु तत्र पुरुषः अपेक्षितः पुरुषः अपेक्षितः खादनार्थं गीताञ्जलि इति एका महिला अपेक्षिता एवमेव अत्र अचि इति वदामः चेत् केवलं नामकरणमस्ति चेत् कार्यं न भवति परन्तु तस्य पृष्ठतः एकः वर्णः अपेक्षितः सत्यं भगिनि तत् स्वीकृत्य अत्र कति निमित्तानि इत्युक्ते तु बहवः निमित्तानि आयन्ति तत्र वर् वकार न संज्ञा मास्तु इदानीं संज्ञा मास्तु इदानीम् अच् अचि इति उक्तत्वात् अचि इति यदा वदामि तत्र संज्ञा मास्तु इति यदा वदामि तदानीं तत्र अच् इति वदामः चेत् कस्य तादृशसंज्ञी संज्ञिनः ग्रहणं भवति संज्ञिनः के इति चेत् सर्वे स्वराः तावदेव सत्यं सर्वे स्वराः तावदेव तत्र स्वीकर्तव्यम् इत्युक्ते अत्र अत्र अत्र किं प्रदर्शयति इति चेत् केवलं संज्ञा इति एव स्वीकुर्मः चेत् क्लेशः भवति संज्ञायाः ग्रहणेन क्लेशः भवति तत्र कार्यं न भवति केवलम् अच् इति वदामि चेत् यथा केवलं गीताञ्जलि इति नाम वदामि तदा कार्यं न भवति तस्य पृष्ठतः एका महिला अपेक्षिता एवमेव अच् इति संज्ञा भवति चेत् कार्यं न भवति तस्य पृष्ठतः वर्णः अपेक्षितः यस्य तादृशनाम अस्ति अतः अत्र अचि इति वदामः चेत् सर्वे स्वराः तेषां ग्रहणम् अस्तु भगिनि अत्र या या संज्ञा साय सा प्रयोजनवती इति लोकप्रसिद्धं वाक्यमस्ति तत्र प्रयोजनत्वं निर्दिश्यते परन्तु तत्र स्पष्टार्थम् अत्र यद्यपि प्रयोजनं वयं जानीमः संज्ञा अस्ति चेत् कश्चन भवेत् इति वयं जानीमः तथापि केवलम् अत्र संज्ञाकृतनिमित्तम् इति उक्तत्वात् एतादृशविवरणं कयटः संज्ञाकृतनिमित्तम् इति उक्तत्वात् एतादृशनिमित्तं यद्यपि तादृश इङ्गितमस्ति संज्ञा अस्ति चेत् कश्चन भवेत् इति तथापि अत्र कयटः संज्ञाकृतनिमित्तम् इति उक्तत्वात् एतादृशविवरणम् अत्र उच्यते एतादृशसंज्ञाकृतनिमित्तं स्वीक्रियते चेत् क्लेशः भवति एतादृशस्थलेषु इति वदति यतोहि संज्ञाकृतनिमित्तम् इत्युक्ते के किं तत्र केवलं संज्ञां स्वीकृत्य एव भवति खलु अङ्गसंज्ञा उपदासंज्ञा इति तत्सर्वम् अतः क्लेशः भवति इति प्रदर्शनार्थम् इदं संज्ञा तु लक्ष्यीक्रियते लक्ष्यीक्रियते वर्णसमूहानां वर्णग्रामाणां लक्ष्यीक्रिया वर्णानां समाहारः एव लक्ष्यीकृत्य तस्य प्रयोजनं भवति तस्य प्रयोजनं भवति परन्तु कैयटः तथा न उक्तं खलु कैयटः तथा किमपि न उक्तवान् चेत् एतादृशचिन्तनस्य आवश्यकता नास्ति सः संज्ञाकृतनिमित्तं केवलं नाम स्वीकृत्य करोतु इति उक्तवान् अतः अत्र उच्यते केवलं नाम स्वीकृत्य कुर्मः चेत् क्लेशः भवति एतादृशस्थलेषु इतोपि अग्रे अपि पश्यामः अस्तु इदानीम् अग्रे गच्छेम भगिनि एकः प्रश्नः अस्ति संज्ञी संज्ञी अर्थः शब्दः एव संज्ञीति शब्दः एव सत्यं संज्ञीति शब्दः वर्णः ओके सत्यम् अस्तु इदानीम् अग्रे कः पठति अत्र लक्ष्मीभगिनी पठतु आं भगिनि पठामि संज्ञा इत्यस्य उदाहरणं दृष्टम् अधुना अर्थस्य स्त्रीलिङ्गे त्रिशब्दः योग आम् प्रत्ययः तिसृणां त्रिचतुरोस्त्रियां तिसृचतुसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुः स्थाने चतस्र विभक्तिसंज्ञकप्रत्यये परे ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तदा नामि इत्यनेन अजन्ताङ्कस्य दीर्घः भवति नामि परे रामाणां न तिसृचतुस्र इत्यनेन तिसृचतुस्र इत्यनयोः नामि दीर्घो न भवति न तिसृचतुस्र इति सूत्रं नामि इत्यस्य बाधकसूत्रं त्रियोग आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः त्रेस्त्रयः खलु त्रेस्त्रयः इत्यनेन त्रयादेशः त्रिचतुरोस्त्रियां तिसृचतुस्र इत्यनेन तिसृ आदेशः द्वयोः प्रसक्तिः त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्ययपरे त्रिचतुरोस्त्रियां तिसृचतुस्र इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्ययपरे द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात् तिसृ आदेशस्य प्राप्तिः अत्र ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तिसृयोगनाम् तदा नामि इत्यनेन आदिष्टस्य दीर्घत्वं निषेध्यते न तिसृचतुस्र इत्यनेन तिसृणाम् इति रूपम् भगिनी एव वदतु भगिनी किञ्चित् क्लेशः अस्ति भगिनी न क्रमेण गच्छतु क्रमेण गच्छतु एकमेकं स्वीकृत्य वदतु तदा एव अभ्यासः भवति अहं न किमपि अवगतवती भगिनी केवलं पठितवती इदानीम् एकमेकं वाक्यं स्वीकृत्य वदतु संज्ञा इत्यस्य उदाहरणं दृष्टम् अधुना अर्थस्य इति एकमेकं वाक्यं स्वीकृत्य वदतु वयं संज्ञायाः उदाहरणं दृष्टवन्तः अधुना अर्थस्य उदाहरणं यदा उक्तं स्त्रीलिङ्गे त्रि इति शब्दः अस्ति तस्य षष्टिविभक्ति आम् इति प्रत्ययस्य योजनेन तिसृणाम् इति रूपं भवति अत्र एकसूत्रं दत्तमस्ति त्रिचतुरे स्त्रियां तिसृचतुस्र इत्यनेन त्रि इति शब्दस्य स्त्रियां तिसृ इति शब्दः तथा एव चतु स्थाने स्त्रियां चतुस्र इति च रूपं भवतः विभक्ति वयं जानीमः सत्यं इति वयं जानीमः खलु आं जानीमः एव तिसृ इति अपि रूपं भवति चतुस्र इति सृ इति आदेशः भवति तत्र स्त्रियां सत्यं तिसृ तिसृ तत्र रूपाणि कथं भवन्ति तिसृ इत्यत्र इत्युक्ते अत्र त्रि इति स्थाने तिसृ इति आदेशः भवति चेत् तत्र रूपं किं भवति प्रथमविभक्तौ एकवचने नास्ति खलु प्रथमविभक्तौ तिस्रः तिस्रः तिस्रः इति रूपं भवति तिस्रः द्वितीयविभक्तौ तिस्रः द्वितीयविभक्तौ नास्ति खलु द्वितीयविभक्ति तिस्रः एव त्रिभिः त्रिभिः तिसृभिः तिसृभिः क्षम्यता हा चतुर्थी तिसृभ्यः तिसृभ्यः पञ्चमी अपि तिसृभ्यः षष्ठी तिसृणां तिसृणां तिसृणाम् इति अस्ति तिसॄणाम् इति नास्ति पश्यन्तु रामाणाम् इति अस्ति तत्र रमा इति अस्ति चेत् तत्र षष्टिबहुवचनं किं रामाणां रमा इति अस्ति चेत् रमाणां रमाणाम् इति दीर्घं दीर्घत्वम् अस्ति खलु रमा इति, परन्तु अत्र तिसृणाम् इति अस्ति, न तु तिसृणाम् इति पश्यन्तु तत्र अवधानं. सप्तमी किम् अस्ति? तिसृषु. तिसृषु हा, एवमेव तत्र चतुर्थी अपि चतस्रः चतस्रः मात्रोः मातॄणाम् इति वा? मातॄणाम् इत्यत्र भवति, अत्र नास्ति. चतस्रः चतुर्थी तत्र चतुर् इति शब्दस्य स्त्रीलिङ्गे चतुर् इति शब्दस्य स्त्रीलिङ्गे चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यः चतसृणां चतसृणाम् इति अस्ति, न तु चतसृणाम् इति नास्ति, चतसृषु चतसृषु इति अस्ति इति स्त्रीलिङ्गे. पुल्लिङ्गे वयं जानीमः त्रयः इति अस्ति पुल्लिङ्गे, नपुंसकलिङ्गे त्रीणि, एवमेव तत्र पुल्लिङ्गे चत्वारः नपुंसकलिङ्गे चत्वारि इति अस्ति. इदानीम् अस्माकम् अत्र यद् यानि सूत्राणि दत्तानि तत्र केवलं स्त्रीलिङ्गविषये एव, तत् तदपि षष्टिबहुवचनं, त्रिशब्दस्य षष्टिबहुवचनम् आम् इति प्रत्ययं योजयामः चेत् तिसृणाम् इति रूपं कथं निष्पन्नम् इति प्रश्नः. तत्र कानि सूत्राणि प्रसक्तानि इति उक्तं. तत्र प्रथमं सूत्रमस्ति त्रिचतुरो स्त्रियां तिसृचतसृ इति सूत्रेण त्रिस्थाने तिसृ चतुर्स्थाने चतसृ इति आदेशः भवति. यः कोऽपि विभक्तिसंज्ञकप्रत्ययः अस्ति, अतः एव वयं पश्यामः स्त्रीलिङ्गे सर्वत्र रूपेषु तिसृ तिसृ तिसृ इति श्रूयते खलु. यथा इदानीम् अस्माभिः चर्चितं सर्वत्र स्त्रीलिङ्गे रूपेषु तिसृ इति श्रूयते, यतोहि अनेन सूत्रेण तिसृ आदेशः भवति. एवमेव चतुर् तत्र चतुर् इति शब्दस्यापि चतस्रु इति आदेशः सर्वत्र भवति, अतः एव रूपेषु चतस्रः चतस्रः चतसृभिः चतसृभ्यः सर्वत्र श्रूयते खलु, अतः सर्वत्र आदेशः भवति. पश्यन्ति खलु, तावत् बुद्धं वा? हा, तावत् बुद्धं भगिनि. अग्रे वदतु. इदानीम् अन्यत् सूत्रम् उक्तं, ह्रस्वनद्यापो नुट् इति सूत्रं. तेन ह्रस्व अङ्गात् आम् प्रत्ययस्य नुट् आगमः भवति इति उक्तम् इति चेत् ह्रस्व अङ्गः अस्ति, तदनन्तरं षष्टिप्रत्ययः बहुवचनं आम् इति प्रत्ययस्य योजनेन नुट् आगमः भवति. तदनन्तरं नामी इति अन्यत् नुट् आगमः भवति चेत् तदा किं भवति? त्रि इति प्रथमत्रियोगः आम् इति अस्ति, त्रि शब्दस्य स्थाने तिसृ इति आदेशः, तिसृयोगः आम्. इदानीं किं तिसृयोग आम्? अत्र नुम् नुट् आगमः, नुम् नास्ति, नकारस्य आगमः अस्ति. इदानीं टित् अस्ति, अतः आद्यन्तौ टकितौ, अतः तस्य आगम तस्य नकारस्य आगमः आदौ भवति. समीचीनतया उक्तवती. इदानीं किम् अस्ति रूपं? रूपं न तत्र नुट् कुत्र भवति? भवति तिसृण इति किमर्थं वदति? तिसृयोगः न नुट् नुट् आगमः कस्य नुट् आगमः? प्रत्ययस्य एव भवति. अतः प्रत्ययस्य आदौ आगच्छति. अस्तु, प्रथमतया तत्र त्रिचतुरो स्त्रियां तिसृचतसृ इति सूत्रेण त्रिस्थाने तिसृ इति आदेशः भवति प्रथमतया, अतः तिसृयोगः आम्. इदानीम् आम् प्रत्ययस्य नुट् आगमः भवति, ह्रस्वनद्यापो नुट्, यतोहि अङ्गं ह्रस्वः अस्ति. तिसृ इत्यत्र अन्ते यः ऋकारः अस्ति सः ह्रस्वः अस्ति, अतः ह्रस्वात् अङ्गात् नुट् आगमः भवति, अतः तिसृयोगः नाम् इति अस्ति. अग्रे वदतु. तदा नामि इत्यनेन अजन्त अङ्गस्य दीर्घः भवति. नामि परे इदानीं नाम् इति तिसृयोग नाम् इति अस्ति. यदि नाम् इति परे अस्ति चेत् अजन्त अङ्गस्य दीर्घः भवति. इदानीम् अच् अन्तः अस्ति, तिसृ इति ऋकारः अच् अस्ति, अजन्तम् अङ्गम् अस्ति, अतः तस्य दीर्घः भवति. अतः तिसृ इति रूपं भवेत्. सत्यं सत्यं, तिसृयोगः नाम् इति भवेत्. यथा रामाणाम् इत्यत्र रामयोगः नाम् इत्यत्र राम इति अजन्तम् अङ्गम् अस्ति, तस्य अत्र नामी इति सूत्रेण अजन्ताङ्गस्य दीर्घत्वं भवति नामे परे. अतः राम इत्यत्र रामा इत्येव यथा भवति, अत्रापि तिसृयोगः नाम् इति भवेत्. अग्रे. इदानीं न तिसृचतुसृ इति अन्यत् सूत्रम् आगच्छति. तिसृचतुसृ इत्यनयोः नामी दीर्घः न भवति इति एतत् सूत्रं वदति. निषेधकसूत्रमस्ति न तिसृचतुसृ इति सूत्रं. तत् सूत्रं वदति यदि तिसृचतुसृ योग नाम् इत्यस्मिन् प्रसङ्गे दीर्घः न भवति, अजन्तमङ्गस्य दीर्घः न भवति इति एतत् सूत्रं भवति. अस्तु, समीचीनम्. अस्तु, तावत् अत्र शोभा भगिनी वदतु, किम् अवगतम्? आं भगिनि, तत्र त्रि इति शब्दं नीत्वा त्रियोगः आं प्रत्ययः भवति प्रथमतया. तत्र अन्ततो गत्वा तिसृणाम् इति भवति. तत्र त्रिचतुरोस्त्रियां तिसृचतुसृ इति सूत्रेण त्रि इत्यस्य स्थाने तिसृ इति आदेशः भवति. अपि च अधुना त्रि इति तिसृ इति भवति, तिसृयोगः आम्. अग्रिमं ह्रस्वनद्यापो नुट् इति सूत्रम् आगच्छति, तेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. तत्र तिसृ इत्यस्य ऋकारः ह्रस्व, अपि च अङ्गम् अस्ति, आम् इति प्रत्ययस्य कृते अङ्गम् अस्ति, अतः आम् इति प्रत्ययस्य नुट् आगमः. नुट् टित् अस्ति आद्यन्तौ टकितौ इत्यनेन, यतोहि आम् इत्यस्य आगमः इति कृत्वा आम् इत्यस्य प्राक् आगच्छति. अधुना तिसृयोगः नुट् योगः आम्. तत्र टकारस्य तु टित् भवति, उकारः उच्चारणाय एव इति मन्ये, न एव तिष्ठति. वर्णमेलनेन नायोगः आम् नाम् भवति. अधुना तिसृयोगः नाम्. अपि च अग्रिमं नामी नकारतिष्ठति, नकारतिष्ठति, हा धन्यवादः, नकारतिष्ठति नाम् इति भवति. तत्र नामी इति अन्यत् सूत्रमस्ति, तेन अजन्त अङ्गस्य दीर्घः भवति नामी परे. अधुना परे नामी इति अस्ति, अपि च अजन्त अङ्गमपि अस्ति, तत्र तिसृ इति, तिसृ इत्यस्य तिसृ इति भवितुम् अर्हति एतस्य सूत्रेण, एतेन सूत्रेण. किन्तु न तिसृचतुसृ इति अन्यत् सूत्रमस्ति, तेन तिसृचतुसृ इत्यनयोः नामी दीर्घो न भवति. तत्र तिसृ इति पदस्य अपि च चतुसृ इति पदस्य दीर्घत्वं न भवति. अत्र तु तिसृ इति पदं, तस्य दीर्घत्वं न भवति, अतः न तिसृचतुसृ इति सूत्रं नामी इत्यस्य बाधकसूत्रं भवति. तत्र दीर्घस्य निषेधः. बहु समीचीनं, समीचीनं भगिनि, बहु समीचीनं. तावदवगतं खलु? कोऽपि प्रश्नः अस्ति वा तत्र? अस्तु, अग्रे उषा भगिनी. एकः प्रश्नः भगिनि, त्रिप्रातिपदिक अस्ति. स्त्रीलिङ्गे प्रथमविभक्ति तिस्रः अस्ति, परन्तु तृतीय तिस्रैः अस्ति. प्रथम रेफः, तदनन्तरं रेकारः भवति. अतः रेफा रकारः अर्थः अस्ति. यदि रेफा अस्ति या रिकारः अस्ति, तर्हि द्वयं मध्ये यदि रामाणां वयं वदामः, अत्र कोऽपि सम्बन्धः अस्ति वा न अस्ति? रेफा रिकारः सम्बन्धः तिस्रः इति तत्र सन्धिकार्यं भूत्वा तिस्रः इति भवति. तिस्रयोगः अस् इति प्रत्ययः, अतः सन्धिकार्यं भवति. इकोयणचि इति सूत्रेण तत्र तत्र यणादेशः, अतः तिस्रः इति अस्ति. परन्तु तिस्रयोगः नाम इत्यत्रापि तिस्र इति इकोयणचि इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्र नुट् आगमः भवति इति कृत्वा इकोयणचि इति बाधितमस्ति. नुट् आगमः इति अङ्गकार्यम् अस्ति, अतः तत्र इकोयणचि न भवति, अतः तत्र तिस्रणाम् इति न भवति, तिस्रणाम् इति एव. नामीकरणं नास्ति, ह्रस्वनद्यापो नुट् इति कारणं तेन नुट् आगमः भवति इति कृत्वा इकोयणचि न भवति तत्र. अस्तु, तावद् इदानीं बुद्धम् अस्ति चेत् अग्रे उषा भगिनी अस्ति वा? आं भगिनि, पठतु अग्रे. त्रियोग आम् इति स्थितौ. त्रियोगः आम् इति स्थितौ. त्रेस्त्रयः इत्यनेन त्रयादेशः. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन तिसृ आदेशः. द्वयोः प्रसक्तिः अस्ति. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे. आम् त्रियोगः आम् इति स्थितौ. वयं पूर्वं पठितवन्तः त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्रः प्रसक्तिः अस्ति. त्रियोगः आम् इति स्थितौ. त्रेस्त्रयः इत्यनेन त्रयादेशः एव भवितुम् अर्हति इति दत्तम्. त्रेस्त्रयः इति त्रयादेशः. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन तिसृ आदेशः भवति. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. त्रेस्त्रयः इति सूत्रे त्रेस्त्रयः इति गिबन् इति दत्तं. स्त्रियामपि पुल्लिङ्गे वा अपि न दत्तं. विभक्ति अपि न दत्तम्. आम् प्रत्यये परे आम् त्रयः इति आम् प्रत्यये परे. ओके, त्रेस्त्रयः इति आम् प्रत्यये परे. आम् इति षष्ठी बहुवचनं. आं भगिनि, बट् इस् इट् अनुवृत्ति भवति? त्रियोगः आम् इति स्थितौ. त्रेस्त्रयः इत्यनेन त्रयादेशः. आम् इत्यस्मात् आम् इत्यस्य अनुवृत्तिः. ओके ओके, त्रियोगः आम् त्रेस्त्रयः इति सूत्रेण त्रयादेशः. त्रिचतुरोस्त्रियाम् इति तिसृचतसृ इति सूत्रेण तिसृ आदेशः. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये पर्यन्ते. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे. स्त्रियालिङ्गे स्त्रियाम् इति स्थितौ तिसृ आदेशः सर्वत्र भवति विभक्तिसंज्ञकप्रत्यये परे. द्वयोः अन्यत्र लब्धावकाशः वर्तते, अतः परत्वात् तिसृ आदेशस्य प्राप्तिः. त्रिचतुरौ स्त्रियां तिसृचतसृ इति सर्वत्र सर्वविभक्तिषु प्राप्तिः. स्त्रियालिङ्गे त्रेस्त्रयः स्त्रीलिङ्गे स्त्रीलिङ्गे सर्वत्र प्राप्तिः अस्ति. त्रेस्त्रयः इत्यनेन त्रियोगः त्रिस्थाने त्रयादेशः आम् इति स्थितौ अपि एव प्राप्तवन्तः. द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः वर्तते. अतः परत्वात् तिसृ आदेशस्य प्राप्तिः. त्रिचतुरो स्त्रियां तिसृ चतसृ इति सप्तमी अध्याये अस्ति. त्रेत्रयः इति अपि सप्तमी अध्याये अस्ति. त्रिचतुरो स्त्रियां तिसृ चतसृ इति 99 this is 53. ओके, त्रिचतुरो स्त्रियाम् इति पर इति पूर्वसूत्रं, त्रिचतुरो स्त्रियां तिसृ चतसृ इति परसूत्रम् अस्ति. अन्यत्र लब्धावकाशः वर्तते चेत् परसूत्रं बलवत्, तस्मात् तिसृ आदेशस्य प्राप्तिः. अत्र ह्रस्वनद्या समीचीनं तावद् पश्यामः. तावद् अवगतं वा सर्वैः? अत्र त्रियोगः आम् इत्यत्र अन्यदपि सूत्रमस्ति. एतावता अस्माभिः त्रिचतुरो स्त्रियां तिसृचतस्र ह्रस्वनद्यापो नोट् नामी न तिसृचतस्र इत्येतानि सूत्राणि दृष्टानि. अत्र पश्यामः चेत् आदौ एव त्रियोगः आम् इति सन्दर्भे एव त्रयस्त्रयः इति अन्यत् सूत्रमस्ति. तेन सूत्रेण आम् प्रत्यये परे त्रिस्थाने त्रयादेशः भवति. तत्तु वयं जानीमः पुल्लिङ्गे तस्य प्राप्तिः अस्ति इति वयं जानीमः. त्रयाणां पुल्लिङ्गे नपुंसकलिङ्गे त्रयाणाम् इति अस्ति, तत्र प्राप्तिः अस्ति. स्त्रीलिङ्गे अपि प्रसक्तम् अस्ति तत् सूत्रं, यतोहि सूत्रे किमपि न उक्तं. पुल्लिङ्गे स्त्रीलिङ्गे किमपि न उक्तम्, अतः स्त्रीलिङ्गे अपि प्रसक्तम् अस्ति. स्त्रीलिङ्गे त्रयस्त्रयः इत्यनेन त्रयादेशः भवति वा नो चेत् त्रिचतुरो स्त्रियां तिसृचतसृ इति सूत्रेण तिसृ आदेशः भवति वा इति अनयोः सङ्घर्षः अस्ति. तर्हि द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति. त्रयस्त्रयः इत्यस्य तु पुल्लिङ्गे नपुंसकलिङ्गे प्राप्तिः अस्ति. त्रिचतुरोस्त्रियाम् इत्यस्य तु सर्वत्र प्राप्तिः अस्ति. स्त्रीलिङ्गे प्रथमाविभक्ति द्वितीयाविभक्ति सर्वत्र. अतः द्वयोः अन्यत्र लब्धावकाशः अस्ति. तुल्यबलविरोधः परत्वात् त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्य प्राप्तिः भवति इति अत्र उक्तम्. अस्तु, अग्रिमवाक्यद्वयं गीताञ्जलिभगिनी पठतु. अत्र ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आन् प्रत्ययस्य नुट् आगमः. तिसृयोगः नाम तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिसृचतसृ इत्यनेन तिसृणाम् इति रूपम्. अस्तु, तस्य पूर्वम् इति वदति द्वयोः लब्धावकाश वर्तते. तिसृ आदेशस्य प्राप्तिः. अधुना अत्र एकम् अन्यसूत्रम् अस्ति, ह्रस्वनद्यापो नुट् इति सूत्रेण नुट् आगमः भवति. तिसृयोगः नाम नुट् आयाति इत्युक्ते नकार आदेश आदौ भवति. आद्यन्तं त्यक्तौ सूत्रेण आम् नकारयोग आम् नाम भवति. तिसृयोग नाम अधुना नामी इति सूत्रेण दीर्घत्वं भवति. किन्तु तत् प्रबाध्य तिसृचतसृ इति सूत्रेण दीर्घत्वं बाधा भवति चेत् तिसृणाम् इति अन्तिमं रूपं भवति. हा, बहु समीचीनं, सम्यक्. तर्हि इदानीम् अत्र मीना भगिनी सारांशरूपेण वदतु, त्रियोगः आम् इति सन्दर्भे तत्र कानि सूत्राणि प्रसक्तानि? त्रियोगः आम् इति सन्दर्भे त्रयस्त्रयः इति सूत्रं वदति त्रियोगः आम् त्रयः इति भवति त्रयाणाम् इति त्रय इति आदेशः भवति परन्तु त्रिचतुस्रु स्त्रियां तिसृचतुस्रु इति सूत्रः अपि स्त्रीलिङ्गे त्रिशब्दः तिसृ भवति चतुर्शब्दः चतुरः शब्दः चतस्र भवति परन्तु त्रेस्त्रयः नामी परे त्रयाणां भवति परन्तु तिसृ नामी परे न तिसॄणां भवितव्यं परन्तु न तिसृचतुस्र इति सूत्रेण बाधकसूत्रं भवति तिसृणाम् एव भवति अन्तिमरूपे परन्तु त्रयस्त्रयः इति स्त्रियां कथं स्त्रीलिङ्गे कथं भवति इति न उक्तं तत्र पुल्लिङ्गे एव वा नपुंसके त्रयस्त्रयः इति सूत्रे किमपि न उक्तम् अतः सर्वत्र प्रसक्तम् ओ त्रयाणां स्त्रीणाम् अपि बालिकानामपि वक्तुं शक्यं वा न न न केवलं त्रिशब्दस्य स्त्रीलिङ्गे अपि प्रसक्तिः परन्तु प्राप्तिः नास्ति तावदेव स्त्रीलिङ्गे त्रयस्त्रयः इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति किमर्थं नास्ति इति चेत् त्रिचतुरो स्त्रियां त्रिचतुर्थ इति सूत्रेण तिस्र आदेशः भवति तत्र परत्वात् अतः त्रयस्त्रयः इत्यस्य इति सामान्यसूत्रमस्ति उत्सर्गसूत्रमस्ति त्रयस्त्रयः इति स्त्रीस्थाने त्रयादेशः भवति सर्वत्र इति उक्तं तदनन्तरं विशिष्टतया तिसृचतस्र तिसृचतस्र अनयोः न तदनन्तरं त्रिचतुरो स्त्रियां तिसृचतस्र इति सूत्रेण स्त्रीलिङ्गे एव स्त्रियाम् इति उक्तं खलु सूत्रे त्रिचतुरो स्त्रियां तर्हि स्त्रीलिङ्गे एव स्त्रीस्थाने तिसृ चतुर्स्थाने चतस्र इति उक्तत्वात् इदं सूत्रं तत्सूत्रं प्रबाद्य कार्यं करोति भगिनि तत्र एक प्रश्न अस्ति त्रिचतुरो स्त्रियां तिसृचतस्र इति सूत्रस्य कार्यक्षेत्रं किञ्चित् लघु अस्ति त्रयः सूत्रस्य अपेक्षया भगिनि इत्युक्ते अन्तरङ्गम् अपि अत्र चिन्तनम् आयाति न भगिनि अग्रे आयाति अन्तरङ्गचिन्तनम् आयाति अग्रे परन्तु तत्र अपवादः नास्ति त्रयस्त्रयः इति क्षेत्रं बृहत् अस्ति तथापि अपवादः नास्ति किमर्थमिति चेत् त्रिचतुरो स्त्रियाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति खलु प्रथमविभक्तौ द्वितीयविभक्तौ सर्वत्र भवति किन्तु स्त्रियां तु एकलिङ्ग एव अस्ति अत्र तु त्रयस्त्रयः तु किमपि लिङ्ग विशेषतया न दत्तं तत्र भवतु तेन किं तेन इत्युक्ते अत्र तु त्रयस्त्रयः तु त्रिषु लिङ्गेषु प्रसक्तिः किन्तु त्रिचतुरो स्त्रियां तिसृचतस्र तु स्त्रियामेव प्रसक्ति इत्युक्ते लघु एव अस्ति न क्षेत्रम् इति अपेक्षया एकं लिङ्गम् एव लघु अस्ति परन्तु तत्र पश्यति चेत् तत्र केवलम् आमीपरे नास्ति अतः तत्र तुलना सम्यक् नास्ति त्रिचतुरो स्त्रियां तिसृ चतस्रु इत्यस्य कार्यक्षेत्रं लघु अस्ति इति वक्तुं न शक्यते यतोहि तस्य कार्यं सर्वत्र भवति यः कोऽपि विभक्तिप्रत्ययः अस्ति तत्र सर्वत्र भवति त्रयस्त्रयः इति सूत्रं केवलम् आमीपरे भवति अतः तुलना सम्यक् नास्ति त्रिचतुरो स्त्रियाम् इति अपवादः इति वक्तुं न शक्यते सप्तविभक्त्यामपि भवति सप्तसु सप्तसु विभक्तिषु भवति भवति अतः अपवादः इति वक्तुं न शक्नुमः यतोहि तस्य अन्यत्र लब्धावकाशः अस्ति अतः तत्र परत्वात् इति उक्तम् अस्तु तर्हि तत्र एव स्थगयामः सर्वे चिन्तनं कुर्वन्तु इतः अग्रे अग्रे कर्तुं शक्नुमः अत्र अत्र जाटिल्यम् अस्ति वा अवगतं वा भगिनी एकः प्रश्नः तत्र त्रयस्त्रयः इत्यस्य प्रसक्तिः भवति आम् प्रत्यये परे एव, तत्र लब्धावकाशः अन्यत्र कुत्र अस्ति? केवलम् आम् प्रत्ययः पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे अवकाशः अस्ति खलु, त्रयाणां त्रयाणम् इति अन्यत्र लब्धावकाशः पुल्लिङ्गे अस्ति, नपुंसकलिङ्गे अपि अस्ति अवकाशः, अतः तत्र तु बलाबलचिन्तनं नास्ति। यदा तत्र त्रययोगः पुल्लिङ्गे त्रययोगः नाम् इत्यत्र न त्रियोगः नाम् इत्यत्र पुल्लिङ्गे तत्र क्लेशः नास्ति, अन्यसूत्रस्य प्रसक्तिः नास्ति, अतः साक्षात् प्राप्तिः त्रयाणाम् इति, अतः अवकाशः अस्ति। अस्तु अस्तु, प्रश्नः अधुना अर्थस्य इति किमर्थं अर्थः किमर्थम् इति अग्रे आयास्यति, इति अग्रे आयास्यति, इतोपि बहु किमपि अस्ति अस्मिन् विषये, अग्रे पठामः। प्रश्नः अस्ति भगिनि, एकवारं पठामः। प्रश्नः अस्ति भगिनि, हा, अत्र ह्रस्वनद्या पोनुट् इति सूत्रे एकमस्ति ह्रस्व अङ्गम्, अन्य नदी अपि च आप इति शब्दः अस्ति किं भगिनि? नुटागमः तत्र भवति? हा, तत्र नदी संज्ञकम् अस्ति चेदपि नुटागमः भवति, अपि च आबन्तम् अस्ति चेदपि नुटागमः भवति, इदानीं तद् मास्तु इति त्यक्तवती, तत्र सुबन्तप्रक्रियायां पठामः। आबन्तं न तु न आप् आप् इति शब्दः तत्र न न न आप् इति शब्दः नास्ति, आबन्तम् आबन्तं, नदी अपि आबन्तम्। अस्तु भगिनि, धन्यवादः इति अत्र स्थगयामः। धन्यवादः, नमस्कारः, पुनः सर्वे ध्वनिमुद्रणं शृण्वन्तु। धन्यवादः, नमस्कारः।